नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे उदादिगणः इति पाठः. तत्र हकारान्ताः धातवः अष्टमः. तत्र एकः एव धातुः कृह् इति. तद् अद्य कुर्मः. भगिनी उषा भगिनी पठति वा कृह् धातु? आं भगिनि. हकारान्ताः धातवः एकः धातुः तृह. तृह् भवति. तृह इति तृह् भवति परस्मैपति हिंसायाम् इत्यर्थे. तृह् योगः श्नम् मितचोन्त्यात् परः इत्यनेन तृणः भवति. तिङ्प्रत्ययस्य निमित्तकम् अङ्गकार्यं पित्सु. तृणः इम् इत्यनेन तृह श्नमीकृते तृहः श्नमीकृते इति अङ्गस्य इम् आगमः भवति हलादिपित् सार्वधातुकप्रत्यये परे. तृणः योगः ति. तृणः योगः इम् योगः ति. इमः मित्वात् अन्त्य अचः परः तृणेः भवति. तृणः योगः तृणेः योगः ति. सन्धिकार्यं सन्धिकार्यं तृणेढि. तृणः योगः आनि. अङ्गकार्यं नास्ति. सन्धिकार्यं तृणहानि. अपित्सु. श्नसोरल्लोपः इत्यनेन श्नम् इत्यस्य अकारस्य लोपः. तृणः योगः तः तृण्ह् नकार उत्तरवर्ति अकारः लोपः भवति. तृण्ह् योगः तः सन्धिकार्यं तृण्डः. तृह् तृह् धातुः मितचोन्त्यात् परः इत्यनेन तृणः भवति. अन्तिम आकारस्य परः नकारः आगच्छति. तृणः भवति. पित्सु. पित्सु कार्यं तृणः इम इम् इत्यनेन तृणः इम् इत्यनेन श्नमीकृते श्नम् धातोः कृते तृणः इति तृणः धातु एव तृणः इति अङ्गस्य इम् आगमः भवति हलादिपित् सार्वधातुकप्रत्यये परे. ओके. तृणः योगः ति इति पित् प्रत्ययः कारणेन तृणः धातुः तृण योगः इ योगः तृ योगः न योगः इ योगः इ नाट् योग इ ह् ति भवति. तृणेः भवति. तृणेः योगः ति. तृणेः योगः ति हकारस्य स्थाने तृणेः योगः ति हकारस्य डकारः होडः इत्यनेन तृणेः योगः तृणेड् योगः ति भवति. ष्टुनाष्टुः इत्यनेन ष्टुनाष्टुः इत्यनेन तकार ति इति तकारस्य स्थाने डकार आदेशः भवति. डकारः तृणेड् योगः ढि भवति. तृणेड् योगः डि. तृणेड् योगः डि. बिफोर् दट् नो न द नकार ओ तृणेड् योगः ति होडः इत्यनेन तृणेड् योगः ति. देन् रषाभ्यां नोणः समानपते इत्यनेन तृणेड् योगः ति. देन् ष्टुनाष्टुः इत्यनेन तृणेड् योगः डि भवति. डकारस्य परः डकारः अस्ति. डोडेर् लोपः इत्यनेन पूर्वडकारः तृणेड् डकारः अन्तिमडकारः लोपः भवति. तृणेडि भवति. तृणः योगः आनि. ओ आनि इति पित्सु कार्यं. तृणः तृणः योगः तृणः भगिनि तृणेः नो नो ओ दट् इस् ओन्लि पित्सु. तृणः योगः आनि. ओ हलादिपित् हलादिपित् सार्वधातुके प्रत्यये परे एव इम् आगमः भवति. आनि इति अजादिपित्. इम् आगमः नास्ति. तृणः योगः आनि. अत्र अत्र सन्धिकार्यमेव नकारः णकारः भवति रषाभ्यां नोणः समानपते इत्यनेन तृणहानि इति भवति. अपित्सु कार्यं नसोरल्लोपः इत्यनेन नुम् आगमस्य नकारस्य उत्तरवर्ति अकारः लोपः भवति. तृणः योगः तः इति तृण्ः योगः तः देन् रषाभ्यां नोणः समानपते इत्यनेन हकारस्य स्थाने तृण्ः योगः तः तृण्ः योगः तः हकारस्य स्थाने डकारः होडः इत्यनेन देन् तकारः ष्टुनाष्टुः अर् जशस्ततोर्दोर्दः न प्रीवियस्लि टु तृणेः योगः ति इत्यस्य एव जशस्ततोर्दोर्दः अर् अष्टुनाष्टुः अग्रे आगच्छति. ओ ओके ओके ओके सुतृण्डः भवति तृणः अग्रे पठामि भगिनि. तृणः इम् तृणः इम् तृणः इत्यङ्गस्य इम् आगमः भवति हलादिपित् सार्वधातुकप्रत्यये परे यस्मिन् विधिस्तदादौ अल्ग्रहणे वार्तिकम् इत्यनेन तदादिविधिः. अस्मात् हलि सार्वधातुके इत्युक्तौ हलादि सार्वधातुके. तृणः षष्ट्यन्तम् इम् प्रथमान्तम् द्विपदमिदं सूत्रम्. श्नाभ्यस्तस्य अचिपिति सार्वधातुके श्नाभ्यस्तस्य अचिपिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्ति वृद्धिर्लुके हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं तृणः अङ्गस्य इम् हलि पिति सार्वधातुके. ओके तृणः इम् इति सूत्रस्य विवरणं दत्तं. तृणः धातोः तृहधातोः कृते श्नमि कृते तृणः इत्यङ्गस्य इम् आगमः भवति हलादि पित् सार्वधातुकप्रत्यये परे हलादि पित् सार्वधातुकप्रत्यये परे. देन् ओ हलादि इस् हलादि हलादि यतोहि यस्मिन् विधिस्तदादौ वाल्ग्रहणे इति वार्तिकेन हलि इति हलादि इति भवति. तद् आदौ वाल्ग्रहणे हलि सार्वधातुके इत्युक्ते हल् आदिः न हल् अन्तं नास्ति हल् आदिः. आं भगिनि सन्धिकार्यम् अग्रे पठामि वा. सन्धिकार्यं तृणेः योगः ति होडः इत्यनेन तृणेड् योगः ति जशस्ततोर्दोदः इत्यनेन तृणेड् योगः धि रषाभ्यां नोणः समानपदे इत्यनेन तृणेड् योगः धि रषाभ्यां ओ तृणेड् ओके तृणेड् योगः धि शुनाष्टुः इत्यनेन तृणेड् योगः डि डोडेर्लोपः इत्यनेन तृणे योगः डि ओके तृणेडि भवति. आं भगिनि होडः 8 to 31 ओके देन् होडः अनन्तरं जशस्ततोर्दोर्दः जशस्ततोर्दोर्दः इत्यनेन ति स्थाने धि भवति. देन् 8 to 8 4 1 रषाभ्यां नोणः समानपदे इत्यनेन नकारस्य स्थाने णकार आदेशः भवति. तृणेड् योगः धि ष्टुनाष्टुः इत्यनेन धकारस्य स्थाने ढकार आदेशः भवति. डोडेर्लोपः इत्यनेन पूर्वढकारः लोपः भवति. तृणेडि भवति तृणः. परन्तु तत्र 8 4 ष्टुनाष्टुः अनन्तरम् 8 3 किमर्थं ष्टुनाष्टुः तत्र किमपि आसीत् आश्रयसिद्धत्वम् इति किमपि आसीत् प्रायः आम् अग्रे तद् मनसि भवति तत्र 8-4 इति शृणुष्टुः तृणः योगः तः ष्णसोरल्लोपः इत्यनेन नकार उत्तरवर्ति अकारः लोपः भवति तृणः तृङ् योगः तः होडः तृङ् योगः तः होडः इत्यनेन तृण्ड् योगः तः नश्चापदान्तस्य जलि इत्यनेन नकारस्य अनुस्वाररूपं भूत्वा तृण्ड् तृम्ड् योगः तः तृम्ड् योगः तः इति स्थिते विवरम् अग्रे दत्तम् तृणे तृम्ड् योगः तः नश्चापदान्तस्य जलि ओके त्री रषाभ्यां नोणः समानपदे अनुस्वाररूपम् अनुस्वाररूपं देन् ष्टुनाष्टुः एव कार्यं करोति तृण्ड् तः स्थाने स्थाने डकार आदेशः ष्टुनाष्टुः तृण्ड् योगः ढः डोडेर्लोपः ओ भिन्न देन् अनुस्वारस्य ययि पूर्वडकारः लोपः भवति डोडेर्लोपः इत्यनेन त्रिम्डः बिफोर् दट् अनुस्वारस्य ययि परसवर् अन्तिमसूत्रं किल सर्वदा आं भगिनि इत्यनेन तृण्ड् कित्नित् प्रत्यये परे सो तृण्ड् न तृण्डः तृण्डः तृणेः योगः सि होडः इत्यनेन तृणेड् योगः सि तृणेड् योगः सि खरीच इत्यनेन क्षम्यतां भगिनि तृणेड् योगः सि खरीच इत्यनेन खरीच इति प्रबाद्य षडोः कः सि इत्यनेन तृणेक् योगः सि आदेशप्रत्ययोः इत्यनेन तृणेक्षि रषाभ्यां नुणः समानपते इत्यनेन तृणेक्षि आं भगिनि दट् इस् अण्ड् अत्र तृणेः योगः ति इति प्रसङ्गे प्रश्नः उदेति डोडे लोपः इत्यस्य दृष्ट्या पूर्वत्र असिद्धम् इत्यनेन ष्टुनाष्टुः इत्यस्य कार्यम् असिद्धं किल तर्हि कथं वा डोडे लोपः इत्यस्य प्राप्तिः स्यात् उत्तरम् एवं यत् सम्पूर्णव्याकरणलोके डोडेर्लोपः इत्यस्य प्रसक्तिः केवलं ष्टुनाष्टुः इत्यस्य अनुसरणे नान्यत्र अतः अत्र न भवति चेत् डोडेर्लोपः इति सूत्रं निरवकाशत्वं भवति तस्य निवारणार्थम् अत्र डोडेर्लोपः पूर्वत्रासिद्धम् इत्यस्य अपवादः तदेव आश्रयासिद्धत्वम् इति वदामः तत्र अपवादः इति लिखितमस्ति परन्तु आश्रयासिद्धत्वं तस्य अतः एव तत् प्रयोजनं न भवति अथवा यदा सूत्रस्य प्रयोजनं निरवकाशत्वं भवति पुनः प्रश्नः किमर्थं तर्हि डोडेर्लोपः अष्टाध्याय्यां ष्टुनाष्टुः इत्यस्य अनन्तरं न स्थापितम् यत्र अस्ति अधुना डोडेर्लोपः इत्यस्य कापि अनुवृत्तिः अपेक्षिता डोडेर्लोपः स्वयं सम्पूर्णं किन्तु तस्मात् परं यत् सूत्रं रोरि तस्य लोपः इति अनुवृत्तिः अपेक्षिता रोरि इति तस्य लोपः इति अनुवृत्तिः अपेक्षिता डोडेर्लोपः इत्यस्मात् अपि च इमे द्वे सूत्रे मिलित्वा एकं विषय एकं विषयसम्बन्ध एकं विषयसम्बन्धप्रकरणं डोडे लोपः रोरी लोपः यत्र एकः एव वर्णः स्वस्मात् प्राक् चेत् लुप्तः भवति. आं भगिनि, अवगतं भगिनि. किमर्थं शुनाष्टुः अनन्तरं डोडेर् लोपः इति सूत्रं न स्थापितम् इति प्रश्नः उदेति. डोडेर् लोपः इति सूत्रस्य कृते रोरि इत्यस्य लोपः इति अनुवृत्तिः अपेक्षितं. तत्कारणात् रोरि लोपः डोडेर् रोरि इत्यस्य अनन्तरं डोडेर् लोपः इति सूत्रम् एकविषयं सम्बन्धप्रकरणम् इति कारणात् द्वयोः सूत्रयोः टुगेदर् इट्स् दत्तं भगिनि. तत्र मिलित्वा तेषां स्थापनं कृतम् एकस्मिन्नेव प्रकरणे. एकस्मिन् प्रकरणे एव. सम्यक्. बट् भगिनि, बोत् आफ् देम् टुगेदर् केन् कुड् हाव् बीन् आफ्टर् शुनाष्टु. तदेव तत्र यदा अष्टाध्यायी डाट् काम् मध्ये अन्ते लिखितमस्ति, आश्रयासिद्धत्वं तस्य प्रयोजनं चिन्त्यं वस्तुतस्तु डोडे लोपः इति सूत्रं शुनाष्टुः इत्यस्मात् अनन्तरं संस्थापयते चेदपि कुत्रापि कोऽपि दोषः न जायते. तदापि इदं सूत्रं पाणिनिना अष्टमाध्यायस्य तृतीयपादे स्थापितमस्ति. एतादृश्याः सूत्ररचनायाः प्रयोजनं चिन्त्यम् एव सः एव जानाति किमर्थं तत्र स्थापितम् तत्र किमर्थं सः ड्रलोपे पूर्वस्य दीर्घोणः तद् पूर्वम् अस्ति षष्टमाध्याये, परन्तु दोडे लोपः अनन्तरमेव तस्य कार्यं सर्वदा भवति. तद् किमर्थं तत्र इत्युक्ते तत्रापि तस्य अनुवृत्तिः आवश्यकम् इति दृष्टवन्तः पूर्वं, परन्तु किमर्थं तादृशं सः स्थापितवान् इति सः एव जानाति. चिन्तनीयमेव किमर्थम् इति. अग्रे पठामि वा भगिनि? महोदयः प्रायः महोदय भवान् आहत्य अष्टाध्याय्यां किं किं सूत्रम् आहत्य अष्टाध्याय्यां किं सूत्रं कुत्र स्थापितम् इति विषये हेतुत्रयं वर्तते. प्रथमः प्रथमहेतुः लाघवार्थम् अनुवृत्तिः. द्वितीय अस्ति विषयसम्बन्धप्रकरणं पूरपरत्वात् बाध्यबाधकभावः. अत्र ढोडेलोपः कुत्र स्थापितमिति विषये प्रथमं द्वितीयं च कारणं प्राप्तं, तदर्थं तृतीयं त्यक्तम्. अस्तु, लाघवार्थं तत्र अष्टाध्यायं सूत्राणि कथं स्थापितानि पाणिनिना इति विषये तत्र हेतुत्रयं वर्तते. एकमस्ति लाघवार्थं, यत्र लाघवार्थं अनुवृत्तिः आवश्यकता अनुवृत्तेः आवश्यकता अस्ति चेत् तत्र तद् पश्यति तदेव एकः हेतुः, सः एव प्रथमहेतुः. अस्ति विषयसम्बन्धप्रकरणम् इत्युक्ते समानकार्याणि सन्ति तत्र एकत्र एव तत्र तादृश पाणिनेन स्थाप्यते. वयं दृष्टवन्तः पूरपरत्वात् बाध्यबाधक तत्र तादृश आवश्यकता अस्ति चेत् पूरपर इति बाध्यबाधकभाव तत्र आवश्यकता अस्ति, तादृश आवश्यकता अस्ति चेत् तदपि एकः हेतुः अस्ति इति. अत्र तृतीयं त्यक्तं बाध्यबाधकभावः अत्र नास्ति, तत्र बाध्यबाधक तृतीयं तदर्थं तृतीयं त्यक्तम् इति किमर्थं तत्र किमस्ति अत्र अर्थः? तत्र बाध्यबाधकभावः इति नास्ति किल, 8.3.13 इति अस्ति. आमाम् अस्तु अस्तु. यद्यपि परसूत्रं पूर्वत्र सिद्धं कार्यं न करोति अत्र. आम् सत्यं सत्यम् विषयसम्बन्धप्रकं लाघवार्थम् इत्येव अत्र अत्र हेतुद्वयमेव हेतुत्रयं सर्वदा आवश्यकम् इति न लिखितं किल एकम् अस्ति चेदपि सा सदृशोः रुः इति अस्ति खलु तत्र पूर्वं कुर्मः खलु तत्र तदपि यद्यपि त्रिपाद्यमस्ति अनन्तरं त्रिपाद्यमस्ति सपादसप्ताध्यायाः कार्याणि भवन्ति खलु तदेव आश्रयसिद्धत्वं तस्य कार्यं न भवति पूर्वं पठितवन्तः तत्र तदेव सम्यक् भवति आश्रयात् सिद्धत्वं तस्य सूत्रमस्ति तस्य उपयोगं भवतु इति होडः प्रथमवाक्यम् अनुवृत्ति होडः हकारस्य स्थाने ढकारादेशो भवति झलिपरे अपि च पदान्ते हः डः जलि पदस्य अन्ते च इति अस्ति पदस्य अन्ते अपि च झलि परे हकारस्य डकारः भवति जशस्ततोः ततोः दः अधः इति तत्र अस्तु जशोत्तरस्य ठकारयोः स्थाने ढकारादेशः भवति अधः धा दातुं वर्जयित्वा इति ढोढे लोपः ढकारे परे पूर्वतनस्य ढकारस्य लोपः भवति इति अस्ति डः डे लोपः इति अग्रे चतुर्षु लकारेषु तिगन्तरूपाणि वक्तव्यानि उपरिदत्तानियमानम् आधारेण रूपचिन्तनं करोतु इति अस्ति लटि लटि लटि तृ तृः खलु तृः योगति तत्र तत्र किमस्ति तत्र तृणः इम् इत्यनेन तत्र हलादि पित् अस्ति इति कृत्वा इकारस्य आगमः भवति तृण योग इ योगः अत्र तृण तृणेः इति भवति तृणेः इति अस्ति तृणेः इति अङ्गं तृणेः योग ति इति अस्ति इदानीं हकार अस्ति अस्तु होडः इति प्रथमं कार्यं करोति त्रिणेढ् योगति अनन्तरं डकार अस्तु तत्र जसस्ततो दोदः इत्यनेन दोहदः इत्यनेन तत्र धत्वम् एकवारम् अस्तु त्रिणेढ् योगति त्रिणेढ् योगति इति अस्ति अनन्तरं त्रिणेढ् अस्तु सुनाष्टुः अस्तु तत्पूर्वं रसाभ्यां नोणः इति तत्र 841 अस्तु तृण रसाभ्यं त्रिणेढ् योग धि अनन्तरं शुनाष्टु त्रिणेढ् योग ढि त्रिणेढि डोडे लोपः तत्र डोडे लोपः तत्र त्रिणे त्रिणेढि इति भवति त्रिणेढि इति भवति अग्रे तृण तृण इदानीं तृः योगतः इति अस्ति तत्र अष्टां प्रत्ययः भवति तृणः योगतः तृणः योगतः इति अस्ति तत्र अपि तस्ति श्नसोः अल्लोपः इत्यनेन तत्र श्नसोः तत्र अकारस्लोपः तृङ् योगतः तृङ् योगतः इदानीं तृङ् योगतः होडः इति प्रथमं कार्यं तृण् योगतः तृण्ड् योगतः इति अस्ति तृण्ड् योगतः नकारः नकार नश्चापदार्थतरीर तृण्ड् तृण्ड् योगतः तृण्ड् योगतः इति अस्ति तत्र इदानीं तृण्ड् योग अष्टुनाष्टुः इति अस्ति तृण्ढः क्षम्यतां तृण्ड् योगतः इति अस्ति टकार तकार जसस्ततो दोतः जशन्तः एव किल आमाम् आमां सत्यं तृण्ड् योग ध धः अनन्तरं धकार अस्ति अतः तृणाष्टु इत्यनेन तृण्ड् योग तृण्ढः अनन्तरं तृण्डः इति तत्र तृण्डः इति डोडे लोपः इति भवति तृण्ड इदानीं तत्र नक् अनुस्वारस्य ए परसवर्ण इत्यनेन तृण्डः इति भवति सत्यम् अनुस्वारस्य एव अन्तिमम् 8458 अतः तदेव अन्तिमं कार्यम् अग्रे तृह योग अन्ति अत्र तृह योग अन्ति तृणः योग अन्ति तत्र अन्ति षसरलोपः कार्यं करोति वा तत्र सत्यम् अस्तु षसरलोपः अत्र तृण्ह योग अन्ति तृङ्ह योग अन्ति तृहन्ति अत्र अस्तु नकारस्य नश्च पदन्ततरितरेण तत्र अनुस्वारः भवति तृंहन्ति इति तृंहन्ति इति अस्ति अग्रे तृह् योग सि इति अस्ति तृणः योग सि सि इति हलादि पित् अस्ति इति कृत्वा तृणः किमस्ति तृणः इम् इत्यनेन इमागमः तत्र इकारस्य तृणेः योग सि इति अस्ति इदानीं तत्र हकार अस्ति अत्र हकारस्य दत्त्वं तृणेढ् योग सि तृणेढ् योग सि इति अस्ति एकवारं तृणेढ् योग सि तृणेड् योग सि तृणेड् करिच अस्तु तृणेड् योग सि षडोकः अस्ति षडो तृणेड् डकार अस्तु डकारस्य परे अत्र सकार तृणेड् योग तृणेक् योग सि इति भवति इदानीं षडः डकारस्य कुत्वं तृणेक् योग सि तृणेक् इदानीं तत्र तृणेक् सि इति आदेशपत्योः इति कार्यं करोति तृणेक्षि अनन्तरं तृणेक्षि तृणेक्षि नत्वं भवति प्रशाब्यनोणः तृणेक्षि इति अस्ति अग्रे हा अग्रे यत्र तृन् तृः योग सः इति अस्ति अत्र अल्लोपः स्नसर् अल्लोप इत्यनेन तत्र तृन् योग सः तत्र पोडः इत्यनेन तृण्ढ योग सः एकनिमिष तृण्ड्योगतः नश्चापदान्तलि इत्यनेन तत्र अनुस्वारः तृण्ढयोगतः इति अस्ति तत्र तृण्डयोगतः दशसतोदोदः इत्यनेन तत्र धकारः भवति तृण्ढयोगतः अनन्तरं तृण्ड् योगधः तृण्ड् अनन्तरं तत्र तुत्वं ठकारस्य ठकारः तृण्ढ अनन्तरम् अनुस्वारस्य परस्वर्ण तृण्डः इति रूपं समानमेव अग्रे त एकवारं त खलु तत्र अत्रापि किमपि नास्ति अत्र तृण्ढ एव तत्र विसर्गः नास्ति केवलं तृण्ढ अग्रे तृण योग मी खलु अत्र तृह् योग मी तृणः योग मी इति हल् अस्ति हलादि पित् अस्ति इति कृत्वा इम इकारः तृणे योग मी हकारमकार तृणेः योगमी हकार ओढः न भवति अस्तु जलिपदान्ते अस्ति न भवति अत्र तृणेः मि एव अग्रे तृह् योग वः तृह् योग वः तृणः योग वः ससुरल्लोपः तृङ् योग वः अनन्तरं तत्र अनुस्वरसि परस्वर्ण तृङ्ह योग वः तृङ्ह वा तृङ्वः अग्रे तृङ्मः इति तृङ्मः इति केवलमनुस्वारः केवलमनुस्वारः अत्र किमपि सत्यं नसदल्लोपः अनु नश्च पदान्तदलि एव अनन्तरं सत्यम् आम् सत्यम् सम्यक् धन्यवादः भगिनी लोट् वदति वा आं भगिनि तद् तृह तृह नुमागमः भूत्वा तृणः भवति तृणः योगः तु लोट् तृणः योगः तु तु इति हलादिपित् हलादिपित् इत्यनेन तृणः इम् इति सूत्रेण इम् आगमः भवति इम् आगमस्य अनन्तरं तृणेः योगः तु भवति तृणेः योगः तु होडः इत्यनेन हकारस्य स्थाने डकार आदेशः तृणेड् योगः तु जषस्ततोर्धोर् डकारः जश् अनन्तरं ती तु अस्ति जषस्ततोर्धोर्धः इत्यनेन तकारस्य स्थाने धकार आदेशः तृणेड् योगः धु भवति तृणेड् योगः धु रषाभ्यां नोणः समानपदे इत्यनेन नकारस्य स्थाने णकारः भूत्वा तृणेड् योगः धु धुष्टुनाष्टुः इत्यनेन दकारस्य स्थाने डकार आदेशः तृणेड् योगः ढु डोडेर् लोपः इत्यनेन तृणेड् इत्यस्य डकारः अन्तिमडकारः लोपं भूत्वा तृणेडु भवति रषाभ्यम् आं भगिनि तृणेडु तात् इति हलादि पित् नास्ति पित् नास्ति इत्यनेन इम् आगमः नास्ति तृणः योगः तात् तृणः योगः तात् श्नसोरल्लोपः कित्नित् कार्यम् अस्ति तृणः योगः तात् तृणः इति तृण्ह् भवति श्नसोरल्लोपः इत्यनेन अकारलोपः तृण्ह् योगः तात् होडः इत्यस्मात् हकारस्य स्थाने डकारादेशः तृण्ड् योगः तात् तृण्ड् योगः तात् नश्चापदान्तस्य जलि इत्यनेन नकारस्य स्थाने अनुस्वररूपं तृण्ड् योगः तात् तृण्ड् योगः तात् तृण्ड् योगः तात् डकारः अनुस्वररूपं नश्चापदान्तस्य जलि ए त्री अष्टासोरलोपः कृतवती किल भगिनि श्नसोरलोपः आं भगिनि सो तृण् योगः तः नाट्टः तात् तात् तृण्ड् योगः तात् इति स्थिते सो तकारः तृण् योगः तात् होडः इत्यनेन तृण्ड् योगः तः तृण्ड् योगः तः जषस्ततोर्धोर्धः तृण्ड् योगः तात् जषस्ततोर्धोर्धः कार्यं न करोति वा तृण्ड् योगः तात् जषस्ततोर्धोर्धः इत्यनेन तकारस्य स्थाने दकारः भूत्वा तृण्ड् योगः धात् भवति तृण्ड् योगः धात् देन् नश्चापदान्तस्य जलि इत्यनेन नकारस्य अनुस्वाररूपं तृण्ड् योगः धात् तृण्ड् योगः धात् देन् अष्टुनाष्टुः अष्टुनाष्टुः इत्यनेन तृण्ड् योगः धात् धात् देन् डोडेर्लोपः इत्यनेन डकारलोपं भूत्वा तृण् डात् देन् अनुस्वारस्य ययि परसवर्णः इत्यनेन तृण् धात् सत्यं समानकार्यमेव अत्र. देन् ताम् इति कित् कित् कार्यं श्नसोरल्लोपः इत्यनेन अनु अकारलोपः भूत्वा तृणः इति तृन्ह् भवति. तृन्ह् योगः ताम् होडः ताम् नश्चापदान्तस्य न होडः देन् जशस्ततोर्दोर्दः नश्चापदान्तस्य जलि रषाभ्यां नोणः समानपते. दंष्टु नाष्टुः ओके. देन् सो तृण् तृम् डोडेर् लोपः एव्रिथिङ्ग् समानकार्यं भगिनि समानकार्यं. तृण् धाम् भवति तृन् धाम् भवति. रषाभ्यां नोणः समानपते अपि कार्यं भवितुम् अर्हति. सो तृण् भवति एव किल न रषाभ्यां नूनः न भवति अस्माकम् अनुस्वारस्य अनुस्वार अनुस्वाररूपं भूत्वा रषाभ्यां नूनः समानपटे कार्यं नास्ति. सो तृं तृण्डां भवति ओके तृण्डां. देन् अन्तु अन्तु अन्तु तृणे तृणः तृणः योगः अन्तु अन्तु इति कित्नित् कार्यम् अन्तु श्नसोरल्लोपः इत्यनेन तृन्ह् भवति. तृन्ह् योगः अन्तु तृन्हन्तु इति रूपं सिद्ध्यति. तृन्हन्तु नश्चापदार्थस्य जलि जलि जलि अन्तु भगिनि हकारः जलि एव. आं भगिनि हकारः जल् सो तृम्ह् योगः अन्तु तृम्ह् योगः अन्तु देन् अनुस्वारस्य ययि नास्ति. ओ तत् तृम्हन्तु तृम्हन्तु एव भवति. देन् देन् तृणः तृणः इति दातु हि हि इति हि अपित् एव भवति. अपित् एव अपित् श्नसोरल्लोपः इत्यनेन तृन्ह् तृन्ह् योगः हि तृन्ह् योगः हि इति स्थिते तृन् हू जल्भ्योहेर्दिः हू जल् जल् जल् या ह इति जल् अस्ति. हि स्थाने हू जल्भ्योहेर्दिः धि भवति. सो तृन्ह् योगः धि भवति. तृन्ह् योगः धि होडः इत्यस्मात् तृण्ड् योगः धि तृण्ड् योगः धि भवति. चषस्ततोर्दो नो भगिनि वि आल्रेडि हेव् धि रैट्. तृण्णः तृणः योगः हि तृण्ह् योगः हि हि स्थाने हू जल्भ्यो हेर्दिः सपादशब्दाध्याय कार्य. सो तृन्ह् योगः धि भवति. तृन्ह् योगः धि होडः अकारस्य स्थाने डः भवति. तृण्ड् योगः धि ओ देन् ष्टुनाष्टुः ष्टुनाष्टुः तृण्ड् योगः धि तृण्ड् योगः धि ओ नश्चापदान्तस्य जलि इत्यनेन तृण्ड् योगः धि तृम्ड् योगः धि इति स्थिते रषाभ्यां नोणः समानपते इत्यनेन तृम्ड् योगः ढि तृम्ड् योगः ढि श्नसोर् नो डोडेर् लोपः डोडेर् लोपः इत्यनेन डकारलोपः भवति लोपः भवति. सो तृम्ढि भवति अनुस्वारस्य ओ अनुस्वारस्य यही परसवर्णः इत्यनेन तृन्धि देन् तम् तम् इति अपित् कार्यम् अपित् अस्ति श्नसोर् अल्लोपः इत्यनेन तृणः इति तृन्ह् भवति तृन्ह् योगः तं तृन्ह् योगः तं होडः इत्यनेन हकारस्य स्थाने डकारः तृण्ड् योगः तं तृण्ड् योगः तं नश् तृण्ड् योगः तम् इति स्थिते जशस्ततोर्धोर्धः इत्यनेन तम् इति स्थाने धम् आदेशः भवति तृण्ड् योगः धम् नश्यापदान्तस्य जलि इत्यनेन तृण्ड् योगः धम् तृण्ड् योगः धम् नश्य अनुस्वाररूपं तृण्ड् योगः धम् देन् देन् ष्टुनाष्टुः कार्यं तृण्ड् योगः ढम् भवति देन् डोडेर्लोपः इत्यनेन डकारलोपं भूत्वा तृम्ढम् देन् अनुस्वारस्य ययि परसवर्णः इत्यनेन तृन् डम् भवति देन् तृणः योगः त समानकार्यमेव तृण्ड भवति देन् तृणः योगः आनि आनि इति पित् अस्ति आनि आवाम इति पित् अस्ति अजादिपित् इत्यनेन इं कार्यं नास्ति तृणः योगः आनि तृण रसाभ्यां नोणः समानपते एव कार्यं न रसाभ्यां नो नः ओके आं भगिनि रसाभ्यां नोणः एव कार्यं प्रतिध्वनि तृणहानि एव भवति तृणहानि तृणहाव तृणहाम एव भवति सत्यं सम्यक् समीचीनं तत्र किमपि अन्यकार्यं धन्यवादः भगिनि महोदय लङ् करोति तृह् योग तृ इति अस्ति तृणः योग तृ हलादि अस्ति हलादिपित् अस्ति तथा तृणः इम् इम् इत्यनेन तत्र इकारः तृणेः योग त इति अस्ति तृणे होडः इत्यनेन तृणेढ् योग त तृणेदेवत इति अस्ति तत्र तृणेट् तत्र अस्तु अडागमः कृतवान् आमाम् अत्रणे अत्रणेः अत्रणेढ् अत्रणेढ् योगत् इति अस्ति तर्हि तत्र तकारस्य लोपः अस्ति खलु तत्र किमपि एकनिमिष तत्र किमस्ति तत्र एकनिमिष अप्रत्ययकाल्पत्य अप्रत्ययकाल्पत्य अथवा सूति हल्गाभ्यधीत सूतिस्य पृक्त हल् इत्यनेन लोपः अत्रणेड् इति अस्ति रसाभ्यन्नोनः इत्यनेन अत्र अत्र नकारः अत्रणेढ् इति अस्ति अनन्तरम् अस्तु अत्रणेड् तत्र पूर्वं जलान् दशवन्ति इत्यस्य अत्रणेढ् इति भवति अनन्तरं रसाभ्यन्नोनः अत्रणेढ् इति अनन्तरं वा अवसाने इत्यनेन अत्रणे डकारस्य टकार अत्रणेट् इति भवति अत्रणेट् इति अग्रे अस्तु तृणः योगताम् अतृणः योगतां स्नशोरल्लोपः इति अतृण् अतृण्हताम् इति अस्ति अग्रे अतृह्णुताम् अनन्तरम् अतृण् अतृन् अतृन् इति अस्ति अतृन् कोडः इति अतृण् अतृण् योग ताम् इति अस्ति नश्च पदार्थदलि अत्र एकवारम् अतृन् एकनिमिष अतृन् नश्च पद अतृम् अतृन् अतृन् अतृण्ड् अतृण्ड् योग ताम् अतृण् योग ताम् इति अस्ति अतृण् योग ताम् तत्र दशसतोदा इति धाम् इति भवति अनन्तरम् अतृण्डाम् अत्र अतृन् आम् पूर्वं कृतवान् अतृण्ड् सहकारस्य अस्ति कोडः कृतवान् अनन्तरं कोडः अनन्तरं नश्च पदान्तदलीत् अतृण्ड् योग अतृण्ड् योग तां सारि अतृण्ड् योग ताम् अनन्तरं जसततो दोदः इति अतृ अतृण्ड् योग धाम् अनन्तरं तत्र नश्च पदान्तलीत् अनुस्वारः अतृण्ड् योग धाम् अनन्तरं तत्र चुनाष्टुः इति अतृण्ड् योग धाम् होडः इत्यनेन अत्र होडः इत्यनेन डकारस्य लोपः अनन्तरम् अनुस्वारस्य परस्वन् अतृण्ड् अतृण्ड् अतृण्ढाम् इति अतृण्ढाम् अग्रे अन् इति अस्तु अन् इति अस्ति अत्र तृणः अत्र नसरल्लोपः इति तृण् तृङ् तृङ् तृङ् इति अस्ति नश्च पदान्तदलित्र तृङ् तृङ् योग अन् तृं तृंहन् इति तृंहन् इति भवति अतृहन् इति सङ्गतम् अतृङ् अतृङ्हन् इति अग्रे अग्रे अत्र हन् तृण् तृणेः तृणेः इति भवति अत्र इम् इत्यनेन तत् सकारः अस्ति जलीय क्षम्यतां हलादिपित् अस्ति इति कृत्वा इम् भवति तृणेः योग सु इति अस्ति तृणेः योग सु इति अस्ति अनन्तरं तत्र कोडः इत्यनेन तृणेड् योग सकारः तत्र हल्ग्याबीर्घ सूतीसि अपृत्तः इत्यनेन तत्र सकारस्य लोपः तृणेड् तृणेड् तृणेड् सोरि अतृणेड् इति अतृणेड् इति अत्र जलान् दशवन्ते इत्यनेन अतृणेड् अतृणेट् अतृणेट् इति रसाबण्डोणः इत्यनेन तत्र नकारः नत्वम् अतृणेड् अतृणेट् इति अग्रे होडः पदान्ते अपि भवति किल अतः प्रायः पूर्वं भवति क्षम्यतां पूर्वं भवति सन्धिकार्यम् अग्रे अतृण् अतृण् अतृण् डाम् इति अस्ति अत्र यथा प्रथमापुरुषे द्विवचने अस्ति अत्र अतृण्ढम् इति भवति अत्र अतृण्ढम् अतृण्ढ इति तत्र बहुवचने तदेव थ इति अस्ति तत्रापि होडः होडः अनन्तरं जसततोदः धत्वं धत्वम् अनन्तरं अनन्तरम् अनुस्वारतेः पर सारि नष्टपदनदलि अनन्तरं तत्र स्थुत्वं ढोडे लोपः अनन्तरम् अनुस्वारस्य परसवर्णः इत्यनेन अत्र अतृण्ढ इति अग्रे अम् इति अस्ति अतः तत्र अम् खलु अम् इति कृत्वा तत्र इम इति न भवति इमादेशः न भवति अतृण अतृणः अतृणः अतृणः योग अम् तत्र नकारस्य नत्वं भवति रसाभिनुण अतृणहम् इति अनन्तरं वर्णमेलनम् अस्ति अग्रे अतृण् अतृणः इति अस्ति, अत्र शफर्लोपः इत्यनेन अतृण् अतृङ् अतृङ् इति अतृङ् इति अत्र नश्चपदलि इत्यनेन अतृङ्ह् अतृङ् योग वा अतृङ्ह् वा अतृङ् म अतृङ्ह इति आं भगिनि. विधिलिङ्ग यात् यातां युः सर्वे प्रत्ययाः कित् कित् अपि तेव भवति. श्नसोरल्लोपः इत्यस्य कार्यं सर्वेषु स्थानेषु भवति. सो श्नसोरल्लोपः इत्यनेन तृणः इति तृण्ह् भवति. तृण्ह् इति तृण्ह् योगः यात् तृण्ह् योगः यात् ओके तृण्ह् योगः यात् होडः जलीपदान्ते जलीपदान्तः नास्ति. तृण्ह् योगः यात् पदान्तः नास्ति जली नास्ति तृन् यात् यात् जलि नास्ति होडः कार्यं नास्ति. तृन् योगः यात् देन् नश्चापदान्तस्य जलि कार्यम् अस्ति. यात् न न जलिया अपि नास्ति हकारः ओ हकारः जलि देन् या आं भगिनि तृम् अनुस्वाररूपं भूत्वा नकारस्य अनुस्वाररूपं भूत्वा तृम्ह् योगः यात् यात् अनन्तरं कार्यं नास्ति. तृम्ह् तृम् अनुस्वारस्य ययि परस् ययि अपि कार्यं नास्ति. ययि नास्ति ययि यकारः य अस्ति तृम्ह् तृम्ह् ओ हकारः हकारः यो हकार ययि नास्ति ययि नास्ति ययि नास्ति इत्यतः अनुस्वारस्य ययि परसवर्गः कार्यम् अपि नास्ति. तृम्ह् योगः यात् तृम्ह् यात् तृम्ह् यात् तृम्ह् यातां समानकार्यमपि सर्वेषु स्थानेषु भगिनि तृम्ह् यात् तृम्ह् यातां तृम्ह् युः तृम्ह् याः तृम्ह् यातं तृम्ह् यात तृम्ह् यां तृम्ह् याव तृम्ह् याम. अतः अस्माकं दशगणपाठः समाप्तः. तत्र तृम्हेव अन्तिमधातुः आसीत्, तस्मात् अग्रे वाक्यनिर्माणम् इत्येव अस्ति. अतः दशगणाः अभवन् अभवत् दशगण. अस्तु, अभ्यासः किञ्चित् कुर्मः, किञ्चित् समयः अस्ति. एकमेकं वाक्यं वक्तुं प्रयत्नं कुर्मः. भगिनी वदति वा विचिर् विच् इति अर्थः अहं पश्यामि. विचिर् पृथक् करोति इति दत्तं भगिनि. विचिर् विच् उभयपति पृथक् भावे पृथक् करोति विलक्ष्यते पृथक् करोति पृथक्. सो विचिर् इति विच् भवति. विच् रुदादिगण नकार श्नं भवति. विनच् विनच् देन् चोहोकुः विनक्ति विनक्ति इति लट् प्रथम प्रथम एक प्रथमपुरुष एकवचनं विनक्ति. आपणिकः फलानि राशेः नाशफलं नाशफलानि विनक्ति नाशफलं विनक्ति समीचीनं. फलानि राशेः फ्रम् द फ्रूट् तत्र राशेः इति यदा तत्र पञ्चमी अस्ति चेत् तत्र फल इत्यस्य अपि तस्य पञ्चमी करणीयं किल. अथवा यु हव् टु मेक् इट् अ कम्पौण्ड् वर्ड्. ओके फलराशेः फलराशेः ओके फलराशेः नाशफलानि नाश नाशफलं विनक्ति अर् नाशफलानि विनक्ति आपणिकः विनक्ति. सत्यं समीचीनमेव. नाश फलानि इति अपि समीचीनमेव. फलानि इति द्वितीयायामपि तदेव रूपं किल. आम्, नाशफलानि अपि समासः अण्ड् फलराशेः अपि समासः. विनक्ति. सत्यं, सम्यक्. धन्यवादः. महोदय वदति वा एकं वाक्यम्, अनन्तरम् अहमपि वदामि. तञ्चु तञ्चु तञ्च् तञ्चु इति किमपि तञ्चु इति सङ्कुचितः भवति. सङ्कुचितः भवति. अस्तु, सङ्कुचितः भवति. अस्तु, सङ्कुचितः भवति. अस्तु अस्तु, सङ्कुचितः भवति. अस्तु, सङ्कोचम् तञ्च् इति अत्र तनच् तनच् खलु, तञ्च् इति तत्र तनच् इति तनक्ति तनक्ति खलु, तनक्ति. अस्माकं शरीरं हिमकाले, सोरि, किमस्ति तनक् शरीरं तनक्ति इति शरीरं तनक्ति. किमस्ति अत्र शैत्यकाले शरीरं तनक्ति. सङ्कुचितः भवति. क्षम्यतां, सङ्कुचितः इति टु रिड्यूस् टु कान्ट्राक्ट् इति सङ्कुच् अस्तु अस्तु कान्ट्राक्ट् अस्तु. एकवारं शैत्यकाले इति लैक् ओल्डर् भगिनि ओल्डर् न न शैत्यकालम् इत्युक्ते कोल्ड् कोल्डर् आम् कोल्ड् कोल्ड् शीतलं वृद्धावस्थायाम् इति वक्तुं शक्नुमः. वृद्धावस्थायाम् अस्माकं शरीरं तनक्ति. एकं वाक्यं रुचिर् इति अस्ति अग्रिमं. रिच् रिच् रिच् इति अपि ऋणक्ति इति भवति वा? आमां, ऋणक्ति खलु तत्र. तत्र णत्वं भवति किल, विरेचने त्यजति मोचयति रिक्तं करोति इति अस्ति. अहं तत्र लोट् प्रयत्नं करोमि. रिक्ताम् इति भवति किल, रिङ्क्ताम् ईश्वरः पापात् अस्मान् रिङ्क्तां रूपं साधु वा? रिच् अत्र नसाद्लोपः न भवति खलु, ऋणच् खलु, ऋणच् ऋणच् तत्र ऋणक् ऋणक्तां भवति वा? ईश्वरः अस्मान् पापात् रिङ्क्तां वा ऋणक्तु वा ऋणक्तु. ईश्वरः अस्मात् पापात् अस्मान् अस्मान् पापात् पापात् ऋणक्तां तत्र मोचयति इति अर्थे भवति. आं भगिनि, भवति पृचि पृच् पृचि पृच् परस्मैपति सम्पर्के संयोजयति. पृचि संयोजयति छात्रः छ छात्रः आचार्यस्य आचार्यस्य प्रश्नः कृते पृच्छ भवति पृच्छ इति पृणच् भवति देन् चौः गुः पृणक्ति पृणक्ति देन् पृणक्ति देन् नकारः नकारः भूत्वा भवति वा भगिनि रषाभ्यां नोडः पृणक्ति सो पृणक्ति पृणक्ति छात्रः आचार्यस्य प्रश्नेः कृते उत्तरं पृणक्ति पृणक्ति सत्यमेव परन्तु पृणक्ति इत्यस्य अर्थः तु संयोजयति सा सूत्रे मणिगणाः पृणक्ति मणिगणान् कणाः इति स्त्रीलिङ्गपदं वा कणः कणाः वा मणिगणाः इदात् भगिनि गणः गणाः पुल्लिङ्ग पृणक्ति सूत्रे मणिगणान् पृणक्ति सत्यं तत् समीचीनं सम्यक् महोदय भवान् संस्कृतकार्ये युनज्मि समीचीनं भगिनि वाट् इस् महोदय किम् उक्तवान् महोदय संस्कृतकार्ये संयोजयामि इति अग्रिममस्ति अञ्जु अञ्ज् परस्मैपदी व्यक्ति व्यक्तिमृषण कान्तिगतिषु विवेचनं करोति लेपयति लेपयति इति अर्थे एव सम्यक् भवति अञ्जु इत्युक्ते अञ्जयात् इति भवति जकारान्तः किल अनक्तु अनक्तु इति लोट् अनक्ति इति लट् अनक्तु अनक्तु टु पालिश् पेण्ट् इति अर्थे भवति टु डेकोरेट् तक्षकः वा लिम् लेपयति लेपयति लिम्पकारः लिम्पकारः एव पेण्टर् लिम्पकारः वर्षाकालात् पूर्वं गृहं अनक्ति लिम्प अनक्ति इति लट्लकारः लङ्लकारः स्वीकुर्मः चेत् अञ्च् भवति जकारस्थाने ककारः बट् नकारः नकारः आं भगिनि ओ अकार अकारयोः आकारः भवति किल आटश्च आं भगिनि आडजादीनाम् आटश्च समीचीनम्. भगिनी भवती एव पुनः बञ्जो बञ्ज् परस्मैपति आमर्दने नष्टं करोति. बञ्ज् बञ्ज् इति भनक्ति वा बञ्ज् भनक्ति भनक्ति भनक्ति नष्टं करोति. Can't think of anything. Nashtam karoti. Vriksham. Vriksham. Kasta karaha. Kasta. Kasta. Kastam. Udkata. Takshaka hakila. Na, takshaka ha nashti. तक्षकः इति कार्पेण्टर् किल? आमां तक्षकः अपि काष्टिकः भवति खलु काष्टिकः कटर् बहूनि यूपाय दक्षकः दारुः भनक्ति दारुः इदानीं कर्मपदम् दारु इति नपुंसकलिङ्गपदं वा न जानामि दारुः इति पुल्लिङ्ग एव नपुंसकलिङ्ग अस्ति चेत् दारु इत्येव भवति किल विसर्गः न भवति पुल्लिङ्ग दारु तत्र द्वयमपि साधु एव पुल्लिङ्गमपि अस्ति नपुंसकलिङ्ग दारुम् ओके दारुम् आर् दारुः ओके यदा नपुंसकलिङ्गः अस्ति चेत् तत्र विसर्गः न भवति मधु शब्दवत् विसर्गः न भवति मधु शब्दवत् मधु शब्दवत् नपुंसकलिङ्गे विसर्गः नास्ति मधु मधुनि मधूनि तत्र वनक्ति इति वनक्ति यूपाय दारुः दक्षकः दारु यूपाय दारुम् आर् दारु यूपाय दारुं दक्षकः भनक्ति समीचीनं महोदय बुज् बुज् बुज् बुज् अहम् अद्य मधुरं भुज अभुनज अभुनजम् अभुनजम् अभुनजम् पालने इत्युक्ते तत्र नृपः राज्यं भुनक्ति इत्येव तत्र महोदयेनैव लिखितं तत्र भुनक्ति इति अपि साधु इत्यपि भुङ्क्ते भुज् खादति अपि अस्ति अस्तु खादति खादनार्थे अन्तिमम् एकं कुर्मः ओ विजि विच् परस्मैपदि भयचलनयोः भयेन कम्पते आपद्ग्रस्तो भवति विच् धातुः तत्र विञ्ज् इति भवति वा विञ्ज् तत्र भयेन कम्पते वा अस्तु भये सिंहं दृष्ट्वा भयं भयेन भयम् अतः पिञ्ज्मः रूपं साधु वा इति एकवारं पश्यति अस्ति अत्र नकलोपञ्ज्मः विच् विच् विनज् भवति अनन्तरं विञ्ज् वः विञ्ज्मः सत्यं विञ्ज्मः भयेन न अस्य अर्थः एव भयेन कम्पते अतः विञ्ज्मः सिंहं दृष्ट्वा वयं विञ्ज्मः वयम् अग्रे अग्रिमसप्ताहे कृत्वा अग्रिमपाठः शत्रुशाणच् कृत् प्रत्ययाः तद् नूतनपाठस्य आरम्भमपि कुर्मः. ब्रिज् पर्यन्तम् अद्य कृतवन्तः, कृती आरभ्य अग्रिमसप्ताहे कृत्वा समापयामि. अस्तु वा? किञ्चित् चिन्तनं कुर्मः चेत् आगच्छति. दीर्घं दीर्घं न, लघु लघु वाक्यमेव. समीचीनम्. अस्तु, धन्यवादः. धन्यवादः.